नमस्कारः. अद्य अदादिगणे हलन्तदातवः इति पाठः अनुवर्तते. अन्तिमभागः अस्ति चकास् इति धातुः. किं पुष्पभगिनी पठति ततः आरभ्यं वा? पुष्पभगिनी म्यूटेड् अस्ति किम् ओ चकास् चकास् श्वस्य वै चक्ष चक्ष तत्तु चकास् दातु जक्ष पूर्णं कृतवन्तः खलु गतसप्ताहे. न न न जक्षाद्यन्त गणे अस्ति चकास् दातु किन्तु चकास् आरभ्य खलु गतसप्ताहे गते सप्ताहे कथम् ऐ मीन् पूर्णं कृतं न न तत्र सकारान्तः चकासु चकास् परस्मैपदी दीप्तौ चकास् धातुः जक्षाद्यन्तर्गणे अस्ति अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि विनिधाय रूपाणि प्रवर्तनीयानि. अङ्गकार्यम् उपधायाम् आकारः लघु इक् इति न अतः गुणकार्यं नास्ति. लोटि पठामि कार्यं कथम् अत्र जक्षाद्यन्त अर्गण किम् आगच्छति इति अङ्गकार्यं सन्धिकार्यं वलादिपतिषु पूर्वमेव पुनः पुनस्मरणत्वेन पश्यामः. अदादिगणस्य एकः अन्तर्गणः अस्ति जक्षाद्यन्तर्गणः इति. सप्तदातवः सन्ति इति वयं दृष्टवन्तः. जक्षत्यादयः षट् इति सूत्रमस्ति. तेन सूत्रेण सप्तानां धातूनाम् अभ्यस्त यद्यपि द्वित्वकार्यं न भवति तथापि अभ्यस्तसंज्ञा भवति जक्षत्यादेः षट् इति सूत्रेण. यदि संज्ञा तु भवति किन्तु तेन किम् इत्युक्ते सूत्रद्वयं वर्तते अदभ्यस्तात् सिदभ्यस्य विदुभ्यस्य इति सूत्रद्वयम्. एतैः किम् एताभ्यां किं भवति इत्युक्ते बहुवचने लट् लोट् बहुवचने अत् इति अन्त् इति न अन्त् जस्थाने अत् आदेशः भवति अन्त् नास्ति. तर्हि लट्लकारे तु अन्त् इति अन्ति अति इति रूपम्. अनन्तरं लोट्लकारे अतु इति रूपं वयाति अदभ्यस्तादिति सूत्रेण. अनन्तरं किं सिदभ्यस्य विदिभ्यस्य इत्यनेन लिङ्लकारभायां लिङ्लकारः अस्ति खलु तत्र तु जुस् आदेशः भवति उहु इति प्रत्ययः बहु अस्ति. तर्हि तावदेव विशिष्ट कार्यमस्ति अभ्यस्तसंज्ञा अस्ति इति कृत्वा. नमस्कारः महोदय मणि. नमस्ते महोदय मणि महोदय नमस्ते. तर्हि अधुना चकास् इति धातोः विषये पश्यामः. भगिनी अग्रे पठतु भगिनी लोटि इति. लोटि हूजल्यो हेर्दिः हूजल्भ्यो हेर्दिः इत्यनेन हलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धी आदेशः. चकास् योगः हि हूजल्भ्यो हेर्दिः चकास् योगः धि इति आगच्छति. सन्धिकार्यं लोटि धी च इत्यनेन सकारस्य लोपः भवति धकारादि प्रत्यये परे. चकास् योगः हि हूजल्भ्यो हेर्दिः चकास् योगः धि धी च इत्यनेन स लोपः चकाधि. धी च सकारस्य लोपः भवति धकारादि प्रत्यये परे. दी सप्तम्यन्तं च अव्ययपदम् अनुवृत्तिसहितसूत्रं धी च सस्य लोपः. हू जल्भ्यो हेर्दिः हू धातुतः झलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः भवति. अत्र अनुवृत्तिसहितसूत्र येन विधिस्तदन्तस्य नज्ञा वदनं न अनुवृत्तिसहितसूत्रं हुजल्भ्यः अङ्गेभ्यः हेहि दिहि लङ्घीकरोमि करोमि एतावत् किम् उक्तवती सारांशः अत्र लोटि दि च कार्यं करोति सकारस्य अत्र हुजल्भ्यो हेर्दिः इत्यनेन चकाशयोगः हि चकाशयोगः धि इति आगच्छति धि अस्ति इत्यनेन सकारस्य लोपः भवति चकाधि. अत्र धि च वदति सकारस्य लोपः भवति धकारादिप्रत्यये परे. हू धातुतः जलन्तेभ्यः धातुभ्यः च हि प्रत्ययस्य स्थाने धि आदेशः भवति इति. लङि हल्याङ्गोभ्यो दीर्घात् सुपि तस्य प्रथम हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः लङि तु लोपः स लोपश्च अचकास् योगत हल्याङ्गाभ्यो दीर्घात् सुतिस्य प्रक्त हल् चकास् इत्यनस्ते इत्यनेन पदान्तस्य सकारस्य दकारादेशो भवति अचकात् अचकास् योगत उपरि इव अचकात् वावसाने इत्येव विकल्पेन पदान्ते चतुरादेश अचकात् भवति. अत्र अस्ति लङि हल्याङ्गाभ्यो दीर्घात् सुतिस्य प्रक्त हल् इत्यनेन अप्रक्तसंज्ञक तकार प्रथमपुरुष एकवचने सकार मध्यमपुरुष एकवचने एतयोः संज्ञा भवति. इदं धातुपदसंज्ञा प्राप्नोति. इदानीं प्रथमं अडागम भवति अचकास् भवति. तदनन्तरं चकास् यदि भवति पदम् अस्ति सामान्य झलो झलान्ते अस्ति अस्ति सूत्रं झलान्त्य तृतीय भगिनी तृतीय जशन्ति दशान्त पदम् अस्ति तस्य जशान्त इति सूत्रस्य प्रसक्तिः अस्ति. तत् प्रभाद्य ससजुषोरु तस्य प्रसक्तिः अस्ति. तस्य अपवादेन अपि इतिपि अनस्ति इति सूत्रं कार्यं करोति. इत्यनेन पदान्तस्य सकारस्य स्थाने दकारः आगच्छति अचकाद् इति भवति. तदनन्तरं वावसाने इति सूत्रेण अचकात् भवति. अग्रे पठामि. तिप्य अनस्ति पदान्तस्य सकारस्य दकारादेशो भवति तिपि परि, परन्तु अस् धातो न भवति. अनुवृत्तिसहितसूत्रमस्ति पदस्य सः दः तिपि अनस्ति. यदि पदान्तस्य धातुपदान्ते अस्ति तर्हि तत् सकारस्य दकारो आदेशः भवति तिपि परे. यदि तिप् प्रत्यय परे अस्ति सकारस्य स्थाने दकार आदेशो भवति. किन्तु अस् धातु तस्य कृते तत् सूत्रस्य प्रसक्तिः न भवति. स सजुषोरुः पदान्ते सकारस्य सजुष शब्दस्य सकारस्य स्थाने एकप्रश्नमस्ति. तत्र दः आगच्छति न, तत्र दः पदस्य सः दः तिपि अनस्तेः तत् तत् सम्यक् ओ वसूत्र वसु सः इत्यस्य स्थाने इद् इति प्रायः भवेत् दकारः इति इद् इति. तत्र तु अकारः उच्चारणार्थम् इति मन्ये भगिनि. तत्र दः इति किम् इत्युक्ते कुत्रचित् विभक्तिपरिणामं भवति खलु परिवर्ति आयाति तथा इति. वसस्त्रं वसुस्त्रं सु ध्वं स्व न नडुमहां दः तत् अनुवृत्तिः इतः आयाति इति कृत्वा विभक्तिः परिवर्तनं कृत्वा आयाति प्रथमाविभक्ति भवेत् किन्तु अत्र तु प्रथमाविभक्ति नास्ति खलु दः प्रथमाविभक्ति न नास्ति खलु हल् इति हल् अस्ति साधारणतया अस्ति इति उपयुज्य एव वयं वदामः खलु पञ्चमी वा षष्ठी वा भवितुमर्हति षष्ठं उभौपि भवितुमर्हति आमाम् अत्र षष्ठति बिकास् स्थानी अस्ति अत्र अत्र तु सः स्थानी अस्ति तर्हि षष्टिः अस्ति किन्तु दकारः तु इद् इति एव भवेत् अत् इति भवेत् दत् इति भवेत् किन्तु तद् न भवेत् अनुवृत्तिः तः आयाति इति कृत्वा कदाचित् विभक्ति भिन्नविभक्ति अपि विभक्त्याम् आयाति अस्तु भगिनि धन्यवादः समीचीनप्रश्नः धन्यवादः ससजुषोरुः पदान्ते सकारस्य च सजुष शब्दस्य सकारस्य स्थाने रुः आदेशः भवति अनुवृत्तिसहित सजुषोरुः पदस्य रुः सकारस्य वा सजुष स्थाने पदस्य रुः आदेशः भवति अत्र वस्तुतः जलाञ्जशोन्ते इति अत्र सर्वसामान्यं सूत्रं तस्य अपवादः ससजुषोरुः पुनः ससजुषोरुः इत्यस्य अपवादः तिपि अनस्ते इति कार्यं करोति पठामि महोदय अत्र वस्तुतः जलाञ्जशोन्ते इति अत्र पठितवती वा इदं दिस् वन् न न न अत्र अत्र वस्तुतः जलां दृश्यन्ते इति अत्र सर्वसामान्यसूत्रं तस्य अपवादः ससौरुः पुनः ससौरुः इति अपवादः तृप्नस्य भगिनी उक्तवती अतः त्यजामि तदेव उक्तवती सिपि रुत्वं दत्त्वं वा सिपि धातो रुर्वा पदान्तस्य सकारस्य रु आदेशः भवति दकारो वा सिपि परे अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रु दः वा सिपि प्राचीनकाले उच्यते वसुश्रंशुध्वस्वणदुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोः रुर्वा इति सूत्रेण नवीनैः उच्यते यत् अस्यावश्य कथा नास्ति यतोहि रु अपेक्षे सस्थाने दकारादेशः जलां सस्वन्ति इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणः वदन्ति यत् ससुरुः जलां जसवन्ति इत्यनयोर्मध्ये ससुरुः इत्यस्य अपवादभूतत्वात् जलां जसवन्ति इत्यस्य पुनः निदराम् अवकाशो नास्ति इत्यस्य सिपि धातोः रुर्वा इत्यनेन एव रुचदश क्रियते इति सिपि धातुर्वा सूत्रं वदति सकारः पदान्तस्य सकारे परे सकारस्य रु आदेशः अथवा दकारः अपि आदेशः इति रु आदेशः अदं प्राचीनकाले महोदय अत्र सिपि धातोः साक्षात् अनेनैव अत्रापि सकारान्तधातोः पदस्य अत्र रु इति एकस्मिन् पक्षे अन्यस्मिन् पक्षे दः इति अपि आयाति अत्र वा इति समुच्चयार्थे अक्युम्ले अग्रिगेट् कृत्वा दः रुः दः इति रूपद्वयम् इति वक्तुं वा इति प्रयोगः सिपि परे अत्र अग्रे पठतु अनेन सूत्रेण लङ्लकारस्य सप्रत्यये परे क्षम्यताम् अग्रिमं पङ्क्तिमपि पठितवान् खलु तर्हि अत्र किमित्युक्ते प्राचीनैः उच्यते दह इति अनुवृत्तिः आयाति इति प्राचीनैः उच्यते किन्तु नवीनः किं वदन्ति प्राचीनैः किम् उच्यते दह इति अनुवृत्तितः आयाति इति कृत्वा रूपद्वयमपि रुः इति रूपं एकं रूपम् अनन्तरं दह इति अन्यत् रूपम् यत्र दह आयाति तत् अन्यत् रूपमस्ति उभयोः अपि सङ्केतः सूत्रे एव अस्ति इति कृत्वा इति प्राचीनानां मतं नूतनानां मतं किम् इत्युक्ते दह इत्यस्य आवश्यकता नास्ति अनुवृत्तेः आवश्यकता नास्ति किमर्थम् इत्युक्ते केवलं सः धातोः पदस्य रु वासिति इत्येव पर्याप्तं दह इत्यस्य आवश्यकता नास्ति किमर्थम् इत्युक्ते यत्र वैकल्पिकं रूपं वा इत्यनेन वैकल्पिकं सूचयति इति ते वदन्ति वैकल्पिकम् इत्युक्ते किं यत्र एकस्मिन् पक्षे तु रु इति आदेशः भवति अन्यस्मिन् पक्षे किं भवति इत्युक्ते अस्माकं मूलसूत्रमस्ति खलु सामान्यसूत्रमस्ति जलां दशन्ते इति सामान्यसूत्रं तेन एव दकारः पर्याप्तं इति सिद्ध्यति इति तेषां मतं नवीनानां मतं किमर्थं दह इत्यस्य अनुवृत्तिः आवश्यकता नास्ति इति तेषां मतम् किन्तु अद्यत्वे बहु नूतनव्याकरणः ये सन्ति अद्यत्वे आधिक्येन व्याकरणः ते वदन्ति अनुवृत्तिः आयाति चेत् किम् इत्युक्ते जलां दशन्ते सशुषुरुः जलां दशन्ते प्रबाद्य सशुषुरुः अनन्तरं तदपि प्रबाद्य एव अन्यत् सूत्रम् आयाति खलु तर्हि यत्र ससशुरुः प्रबादयति पुनः जलां दशन्ते इति आगमनस्य आवश्यकता नास्ति इति नितरां न आयाति इति एकवारं प्रबादयति चेत् पुनः मूल सामान्यसूत्रं कदाचित् अपि पुनः न तस्य अवकाशः न भवति इति कृत्वा दह इति अनुवृत्तेः आवश्यकता अस्ति इति कृत्वा दह इति अनुवृत्तिः इति अनुवृत्तितः आयाति इति ते वदन्ति आधुनिकव्याकरणः. धन्यवादः महोदय. एकेन एव सूत्रेण रूपद्वयं सिद्ध्यति साधयामः रु इति अन्तिमभागः यत्र सकारस्य स्थाने रु इति एकं रूपम् अनन्तरं सकारस्य स्थाने ध इति अन्यत्वं रूपद्वयमपि साधयामः. अस्तु सिद्धिदातुसूत्रं सम्यक् अस्ति. धन्यवादः. दः इति अनुवृत्तिः अपि अस्ति अनुवृत्तितः दः कुतः द इति रूपं द्वितीयरूपमस्ति खलु द इति यत्र दकारः अन्ते आयाति तत्तु कुतः आयाति अनुवृत्तितः द इति सूत्रे निर्दिष्टमस्ति किं नो चेत् स्वीकुर्मः नो चेत् सामान्यसूत्रं वा इति अस्ति तर्हि वैकल्पिकं यत्र यत्र दः इति अनुवृत्तितः आयाति इति चिन्तयामः चेत् वा इति पदं समुच्यार्थे भवति खलु कम्बैनिङ्ग् बोत् द फार्म्स् टुगेदर् रु इति एकं रूपं द इति एकं रूपम् इति रूपद्वयमपि च इति अस्तु सामान्यतया वाक्येषु वयं च इति वदामः खलु तत्र तु दिस् एण्ड् दट् इति वदामः तादृश अर्थे अत्र वा इति आयाति इति किन्तु नवीनानां मतमासीत् नवीनव्याकरणः इत्युक्ते किञ्चित् पुरातनपाणिनेः काले ये सन्ति तेन किन्तु तदनन्तरं ये आगतवन्तः तेषां मतमस्ति यत्र वा इति वा इत्युक्ते भिन्नरूपम् इत्युक्ते वैकल्पिकं सूचयति तर्हि दह इत्यस्य अनुवृत्तिः मास्तु सामान्यसूत्रं प्रवर्तयामः तत्र तु ध इति जलां दृश्यन्ते इत्यनेन पुनः दकारः एव सूचय आयाति खलु इति कृत्वा तादृशं चिन्तयामः इति ते वदन्ति किन्तु आधुनिकवैयाकरणवर्णः वैयाकरणः पुरातनवैयाकरणानां मतमेव स्वीकुर्यते अधिकतया इति. धन्यवादः महोदय. अनेन सूत्रेण लङ्लकारस्य सप्रत्यये परे सकार महोदय सरलभगिनी पठति इति उक्तवती सरलभगिनी इदानीम् अहं पठामि. अनेन सूत्रेण लङ्लकारस्य सप्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः ऋत्वं वा भवति. इदानीं त्वम् उक्तम् अचकास् योगः स हल्याभ्यो दीर्घात् श्रुतिस्य प्रुक्तं हल् इत्यनेन स लोपः अचकाश् सिपि धातोरुर्वा इत्यनेन विकल्पेन रु आदेशः अचकाद् अचकारु अचकारु चेत् उ इत्यस्य इत्संज्ञा लोपः करवसानयोः विसर्जनीयः इत्यनेन अवसाने ऋ स्थाने विसर्गादेशः अचकाः पुनः अचकाद् वावसाने इत्यनेन विकल्पेन चर् आदेशः अचकात् इति कृत्वा त्रीणि रूपाणि अत्र अचकाशयोगः स इति अस्ति मध्यमपुरुषे हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इत्यनेन सः सा लोपः सकारः लोपः भवति तत्तु अचकास् एव तिष्ठति सिपि धातोर्वा इत्यनेन विकल्पेन रु आदेशः अत्र अचकाद् अचकारु इति आगच्छति अचकारु इति अस्ति चेत् अत्र उकारस्य संज्ञा भवति तत् लोपः भवति करवसानयोर्विसर्जनीयः इत्यनेन अवसाने लेपस्थाने विसर्गादेशः अचकाः पुनः अचकाद् अचकाः इत्यनेन अचकादायाति न वावसाने इत्यनेन विकल्पेन चरादेशः अचकात् इति कृत्वा त्रीणि रूपाणि तत्तु अचकात् तत्तु जलां जशोन्ते न जलांशन्ते अत्र न आवश्यकं खलु तदेव उक्तवन्तः खलु सिपि धातोरुर्वा इति सूत्रे एव अनुवृत्तितः दह इति अस्मा दह इति अस्य अनुवृत्तिः अयति तर्हि सूत्रे एव दह इति अनुवृत्तिः अस्ति तदेव अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जजन्ते सकारः झलि अस्ति अनेन सूत्रेण पदान्ते सकारस्य जष्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः दकारः स्थानेन्तरम तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यवर्गस्य दन्त्यतवर्गस्य तृतीयसदस्यः दकारः भवति अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः परन्तु ससजुषोरुः इत्यस्य तस्य अपवादः अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति पुनः तिप् प्रत्ययपरे तिप्यनस्तेः तस्य अपवादः तत्र ति इति अस्ति चेत् अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशः भवति एवमेव सिप् प्रत्यये परे सिपि धातोरुर्वा ससजुषोरुः इत्यस्य अपवादः हा अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशः दकारादेशश्च भवति यथोक्तं जलां झषोन्ते इत्यनेन स्वस्थाने दकारः नो न उपलभ्यते, यतोहि तत्तु बाधितं ससजिषो रुः इति सूत्रेण. अस्तु, अत्र सकारान्तपदमस्ति चेत् कीदृशकार्यम् अस्ति इति प्रश्नः. यस् अस्मिन् प्रसङ्गे सर्वसामान्यसूत्रं जलां जषन्ति, सकारः जलि अस्ति इति इत्यनेन सूत्रेण इत्यनेन पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयव्यञ्जनं तत्तु दकारः स्थानेन्तरम तमः दतैव वदति स्थानेन्तरम तरतमः. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः तदेव वदति. परन्तु ससजुषोरुः तस्य अपवादः, तत्तु एतद् ससजुषोरुः पूर्वसूत्रं, पूर्वसूत्रं 33 न तस्य तस्यैव तथैव जलां जषन्ते पूर्वे अस्ति, तत् तत् कार्यं करोति, रु आदेशः भवति. अपवादसूत्रं तत् तदेव रु आदेशः भवति. तो हा पूर्वसूत्रं हा तथैव न पूर्वसूत्रे यत्र अपवादः भवति तत्र वयं पूर्वपर नित्यम् इति न पश्यामः खलु. अपवादः एव पुनः तिप् प्रत्यये परे तिप्यनस्ते इति तस्य अपवादः. अनेन तत्कारणात् सिपि परे रुर्वा इति रुर्वा ससजुषोरुः इत्यस्य रुर्वा कार्यं करोति ससजुषोरुः इत्यस्य इत्यस्य अपवादः. सिपि सिपि रुर्वा अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशः दकारादेशः च भवति. तत्तु दहदा इत्यनेन रुर्वा न वा तदेव वा इत्यनेन तत्तु यतोहि तत्तु ससजुषोरुः बाधितम् अस्ति, बाधितमस्ति इति कृत्वा जलादृशन्ते पुनः न आयाति इति प्राचीनानां मतम् इति यत् वयं चर्चितवन्तः तदेव पुनः अत्र लिखितं. तत्तु विवरणं विवरणं तस्य तस्य तदेव अग्रिप्रायः भगिनी सरला भगिनी पृथक् किं प्रश्न उदेति यत् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्? सिपि धातोरु वा इति सूत्रेण धातोः अपि उक्तं, सिपि अपि उक्तम्, अत्र वार्ता एवं, कस्य भागस्य का संज्ञा? वस योगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति तत्र, किन्तु वस् इति अनन्तरनहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव. एवमेव सिपः विधानान्तरमपि धातो धातुसंज्ञा तिष्ठति, यथा अचकास् योगस् इत्यत्र अचकास् योगस् सकार इत्यस्य पदसंज्ञा, अचकास् इत्यस्य धातुसंज्ञा, तदा स प्रत्ययलोपान्तम् अनन्तरम् अचकास् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. अत्र प्रश्नः अस्ति, यदि सिप् आगता तदा कथं धातु चकार धातु तस्य धातुसंज्ञा कथम् आग भवति, यदि यतोहि हल्लाङ्गोभ्यधिकाति सूत्रेण पदसंज्ञा भवति, सिपि धातोरुवाति सूत्रेण धातुः अपि उक्तं, सिपि अपि उक्तं. यदि सिपि अस्ति सिपि इति युक्ते सकारपरे इति तत्र कथं सिपि इति उक्तं सूत्रेण, तद् सिपि धातुः अपि उक्तं, द्वयोः पद द्वे पदे इति सूत्रे दत्तम् अस्ति, किं संज्ञा कार्यं करोति तद् भगिनि, तदनन्तरम् अहं न अवगच्छामि. अन्तरहितम् अत्र सिपि सूत्रं पश्यामः चेत् सिपि धातोरुर्वा इति उक्तमस्ति, परस्परविरुद्धमस्ति खलु. यत्र वयं सिपि इति वदामः तत्तु प्रत्ययः अस्ति, सिप्ति प्रत्ययः. यत्र सिप्ति प्रत्ययः योजयामः चेत् तिङ् अस्ति खलु, तर्हि पदसंज्ञा प्रवृत्ति. धातुः इति वदामः चेत् प्रत्ययः एतावत्पर्यन्तं न, प्रत्ययः नास्ति चेदेव धातुः भवति खलु इति. यत्र धातुः इत्युक्ते साक्षात् मूलरूपम् अस्ति, यत्र प्रत्ययेन सह मिलति चेत् तत्तु अङ्गम् इति तस्य संज्ञा भवति खलु. अङ्गं नो चेत् यत्र तिङ् अस्ति चेत् तस्य तु पदसंज्ञा भवति. तर्हि कथं वा भवितुम् अर्हति? स्थिति धातुरुर्वा इति सूत्रे स्थिति धातोः परस्परविरुद्धम् अस्ति खलु इति प्रश्नः. तर्हि तस्य तु समाधानमस्ति अत्र सिपिः सिपि धातुरुर्वा कुत्र कार्यं करोति इति. तदर्थं लङ्लकारे एव कार्यं करोति खलु. लङ्लकारे किं भवति? हल्नाद्यदिग्गस्य कृतं हल्नितिनेन अपृष्ट सकारस्य लोपः भवति, तदानीं प्रत्ययलोपे प्रत्ययक्षलक्षणम् इत्यनेन पदसंज्ञा प्राप्नोति. यद्यपि नास्ति तथापि पदसंज्ञा प्राप्नोति, किन्तु तस्य तु धातुसंज्ञा अपि अस्ति खलु अधुना इति कृत्वा वयम् अवगच्छामः इति धातुः इत्यस्य अवकाशः निश्चयेन. अस्तु, तद् द्वे संज्ञा सन्ति स्तः, धातुसंज्ञा पदसंज्ञा अपि. अन्तरहितभागस्य धातुसंज्ञा तु ओ अन्तरहित अस्तु, ऐ मीन् चकास् इति सूत्रस्य धातुसंज्ञा अपि अस्ति इति. अत्र सूत्रस्य अनुवृत्तिसहितं कुत्र पश्यामः चेत् सः धातोः पदस्य रुदः वासिति इति. पदसंज्ञा अपि अस्ति, धातुः इत्यपि उक्तमस्ति, तर्हि कथं वा स्यात् इति प्रश्नः. अत्र वस्त्रयोगति इति किं तत् उदाहरणं किम् अस्ति? उदाहरणार्थं महोदय अत्र उक्तं बस् इति धातुः अस्ति, वसति इति रूपं जानीमः खलु, बस् इति धातुः. तत्र किं भवति? तत्र तु शप्रत्ययः याति, अधिगणः किं मन्ये, तर्हि शप्रत्ययः याति. तर्हि बस् योगः शप् योगः ति, तर्हि बस् योगः अयोगः ति. अधुना बस् इति धातुः अस्ति, अनन्तरं यत्र योजयामः शप्रत्ययेन सह, अधुना कः का संज्ञा तस्य? तस्य तु अङ्गसंज्ञा अस्ति खलु, अङ्गम् इति संज्ञा. किन्तु अन्तर्हितभागस्य का संज्ञा? बस् इति भागस्य तु निश्चयेन धातुसंज्ञा अस्ति, मिलित्वा बस इति भागस्य तु अङ्गसंज्ञा अस्ति. तस्य तस्मात् पूर्वं बस् इति यद् भागः अस्ति तस्य तु धातुसंज्ञा तिष्ठतिसंज्ञा अस्ति. किन्तु बस इति पृच्छति चेत् कोऽपि पृच्छति चेत् अङ्गम् इति वक्तव्यं. बस इति योजयामः तत्र तु अदस्तु अङ्गमस्ति, किन्तु बस् इति केनापि प्रक्षति चेत् तत्तु धातुः अस्ति. किन्तु यदि वस् अङ्गं भवति तद् धातुसंज्ञा नास्ति, केवलम् अङ्गसंज्ञा अङ्गसंज्ञा अस्ति. अत्र तु अत्र तु किं भवति? लङ्लकारे अत्र अपृक्तसकारः अस्ति इति कृत्वा लोपः भवति खलु, इति कृत्वा धातुः पदं समानमस्ति. चकास् इति धातुः अपि अस्ति, पदमपि अस्ति. महोदय पुनः वदतु, वस् धातु नास्ति वा? वस् इति धातुः अस्ति महोदय, तदेव बस् इति धातुः अस्ति, वसति इति रूपम् अस्ति खलु. तत्र तु बस् इति धातुः अस्ति, सत्यम्. अधुना किं भवति? शप् प्रत्ययः आयाति, बस् योगः अस्ति इति आदौ अस्ति, अनन्तरं शप् प्रत्ययः अस्ति कर्षत् कर्तरि शप् इत्यनेन. शप् प्रत्ययः यदा आयाति, यदि वयं संयोजयामः बस् योगः इति संयोजयामः, तस्मिन् समये किं भवति? वस इति रूपं प्राप्नोति. अधुना वस इति केनापि पृच्छते प्रक्षते चेत् वस इति कीदृशं रूपम् इति पृच्छामः चेत् अस्माकम् उत्तरं किं भवति? तत्तु धातु नास्ति, केवलम् अङ्गमस्ति खलु. वस इति अङ्गमस्ति, किन्तु बस इति अङ्गस्य बस् भागः तस्य संज्ञा किमस्ति? बस् भागस्य तत्तु दासमस्ति खलु, अन्तर्हितभागस्य तु संज्ञा अस्ति एव, किन्तु मिलित्वा केनापि पृच्छ्यते तत् मिलित्वा वस इति भागम् अङ्गमस्ति, किन्तु तस्य तु अन्तर्हितं यत् अस्ति बस् इति भागः अस्ति तत्तु धातुः एव. तथा एव अत्रापि चकात् योगः इति अस्ति, अचकात् योगः इति अस्ति, चकास् इति भागस्य यत्र इत्यस्य सकारस्य इत्युति चिन्तयामः मध्यमपुरुषे, सकारस्य अपृक्तसंज्ञा इति कृत्वा लोपः भवति. अनन्तरं चकास् इति यत् अस्ति अधुना चकास् इति पदमपि अस्ति धातुः अपि अस्ति खलु, अचकास् इति पदमपि अस्ति धातुः अपि इति अस्तु. एकनिमिषं महोदय, हल्यापदिकादृशसूत्रे चकारः लोपः भवति, इदानीं पदमस्ति, पदमस्ति तदेव धातुः अपि अस्ति खलु, धातुः अपि अस्ति, किमर्थम् इत्युक्ते मध्ये किमपि नास्ति खलु, विकरणप्रत्ययः नास्ति अत्र, अदादिगणः अस्ति. आमाम् इदानीम् आगच्छामि. ओ पदमपि अस्ति धातुः अपि अस्ति, प्रत्यय किमपि नास्ति चेत् धातुः अपि अस्ति, प्रत्ययेन सह मिलित्वा एव वयं पदम् इति वक्तुं शक्यते, अधुना प्रत्ययेन लोपः अभवत्, किन्तु संज्ञा आयाति, संज्ञा पदसंज्ञा प्राप्नोति, यद्यपि प्रत्ययस्य लोपः भवति तथापि पदसंज्ञा प्राप्नोति प्रत्ययलोपे प्रतिलक्षणमित्यनेन, किन्तु तत्तु धातुः अपि अस्ति खलु, धातुसंज्ञा न त्यजति, धातुः अस्ति इति कृत्वा. धन्यवादः. अनन्तरं करवसाने विसर्जनं जानीमः खलु, पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति, करि अवसान च परः पदस्य विसर्जनीयः करवसानयोः करवसानयोः संहिताः इति विसर्गादेशस्य सूत्रं विधायकसूत्रं चतुर्षु लकारेषु तिङन्तरूपाणि भगिनी न पठितवती खलु, एकमेव पङ्क्ति पठितवती, सरला भगिनी पठति किं लट्लकाररूपम्? अस्तु, चकास् योगति अत्र चकास् इति उपधायाम् आकारः अस्ति, इकवर्णना अस्ति, अङ्गकार्यं न भवति, केवलं वर्णमेलं भवति, चकास्ति तथैव चकास्तः. यदि प्रथमपुच्छे बहुवचने अत्र चक्ष इति चक्ष इति अङ्ग चक्षं धातो गणे आगच्छ चक्षित्यादयशत् इति सूत्रेण चकास् तत् अन्तर्गणे अस्ति, उभयभ्यस्तम् इति संज्ञा प्राप्नोति, अधभ्यस्तात् उभयभ्यस्तम् इति सामान्यतया द्वित्वं भवति तत्र अभ्यस्तसंज्ञा भवति, तत्तु तत् स्पष्टीकरणार्थं महोदय तत्र सूत्रं स्थापितवान्, उभयभ्यस्तम् इत्यनेन यत्र द्वित्वं भवति तत्र अभ्यस्तसंज्ञा सामान्यतया, किन्तु अत्र किं यद्यपि उभौ इत्युक्ते द्वयं खलु, अत्र तु द्वयं नास्ति, एकमेव धातुः एकमेव चकात् इति एव यत् पाणिनिना दत्तं तदेव अस्ति, तथापि द्वित्वं न भवति चेदपि तस्य अभ्यस्तात् इति सूत्रं कार्यं इति सूत्रेण झ स्थाने अर्थ आदेशः भवति, तत्र चकासत् चकासत् इति भवति, मध्यमपुरुषे पुनः चकासि इति चकासति खलु, चकासति इति चकास् योगः अति चकासति, तत्र चकासति उक्तवती, मध्यमपुरुषे एकवचन चकास् योगसि, अत्र चकास् योगसि स परि स कोऽपि कार्यं नास्ति, चकासि इति भवति, चकास्थः चकास्थ चकास्मि चकास्वः चकास्मः इति भवति. धन्यवादः भगिनि. अग्रे कस्य कर्मणि महोदय वदामि महोदय, लोट् लकारे चकास् तु पित्वं परन्तु किमपि कार्यं नास्ति चकास्तु इति तात् अत्रापि चकास्तात् इति रूपं चकास्ताम् अत्र अतु इति रूपं भवति चकास्तु ज्ञं भवति किन्तु अतु इति केन प्रत्ययः केन सूत्रेण धन्यवादः महोदय अहमपि विस्मृतवान् धन्यवादः अतु मध्यं पुरुषे हि तात् अपि अत्र चकास्योः हि हूजल्भ्योः दि इति सूत्रम् अत्र कार्यं करोति अतः हि स्थाने दि आदेशः अतः शका दि इति तदेव शकात् चकास्योः दि अत्र एकं रूपं दीच इति सूत्रं कार्यं करोति अतः चकारस्य लोपं भवति अतः शकादि इति रूपं तदेव चकादि इति चकास्तात् चकास्तं चकास्त उत्तमपुरुषे युद्धमस्ति सर्वत्र अतः सकाशानि चकाशाव चकाशाम इति रूपाणि भवन्ति महोदय पुष्पभगिनी वक्तुम् इच्छति किं लङ्लकारस्य निश्चित अहं वदामि किं भगिनी किम् इच्छति तत् करोतु अदागमः अकथास् एकनिमिषम् अचकास् तत्र सकारस्य अनन्तरं प्रत्ययः अत्र तिप् या न तप्ति तकारः इत् ओ इत् अस्ति अस्तु अस्तु तत्र लङ्गि एकनिमिष भगिनि अचकास्त् हल्याभ्यो दीर्घात् इति श्रुतिस्य प्रथम हल् इत्यनेन खास् न पदं तकारस्य लोपः न अस्तु इत्यनेन पदान्तस्य सकारस्य दकार आदेशः अचकाद् केन सूत्रेण तिप्यस्य तिप्यन् अस्ति प्रथमं किं प्रथमं किं स्थिप्यनस्ति तत्तु अचकात् एव अचकात् उपरि अचकाद् वावसाने अचकात् आयाति तकारः अस्तु अस्तु तत्तु ताम् एकनिमिष भगिनि तात् तां न ताम् अस्तु अत्र अचकताम् अचकास्ताम् अचकास्ताम् अन्तु उहु आयाति तत्तु किं किं सूत्रं कार्यं करोति? सिजभ्यस्य विदभ्यश्च तत् कार्यं करोति, तत्तु उहूय आयाति, तत्तु अचकासुः सकारः तत्तु कार्यं करोति अत्र तथैव हल्याभ्यो दीर्घात् तदेव न दीर्घास्तुति स्तुतिस्य प्रथम हल् इत्यस्य इत्यनेन सकारस्य लोपः अचकास् इति तिष्ठति. अचकास् योगः ते तथैव जलां जशोन्ते न ससजुषोरुः इति अपवादः जलां जशोन्ते. तत् पुनः ससजुषोरुः इत्यस्य अपवादः तिप्यनस्तेः, तत्तु तथैव कार्यं तत्तु चका रुः अत्र सिपिधातोरुर्वा इत्यनेन विकल्पेन रु आदेशः. अचकाद् अचकारु, तत्तु अचकारु उकारस्य नित्संज्ञा लोपः भवति, करोसयो विसर्जनीया इत्यनेन रेफः स्थाने विसर्गः आदेशः विसर्गादेशः. पुनः अचकाः अचकाद् अचकात् वावसाने इत्यनेन त्रीणि रूपाणि सकारस्य. तत्तु थम् अचकास्तम् अचकास्ता अचकासम् अचकाव अचकाम. विधिलिङ्ग् करोमि भगिनी करोतु मी अचकास् अत्र कोऽपि कार्यं नास्ति, वर्णमेलनं अचकस्यात् अचकस्याताम् चकस्यात् चकास्याताम् चकास्युः चकास्याः चकास्यातम् चकास्यात चकास्याम चकास्याव चकास्याम. अस्तु भगिनि, अग्रिम दातुः शाप् इति दातुः मणिमहोदय पठतु. महोदय इदानीं भगिनी सरला पठितवान् किमपि न पठामि. चकारान्त शासु सास् परस्मैपदि अनुशिष्टौ सास् धातुः जक्ष जक्षात्यन्तर्गणे अस्ति जक्षात्यन्तर्गणे अस्ति अतः लिङ्गन्धसिद्ध सिद्धार्थं ते द्वे कार्यं मनसि निधाय रूपाणि प्रवर्तनीयानि. गतसप्ताहे एतत् कृतवन्तः न कृतवन्तः किल, केवलं वयं आसीद् अभवत् इति प्रथमपङ्क्तिं समाप्य अहं मन्ये स्वामिवद् भावस्य अक्षरपत्रं पठति पठितवन्तः. ओके, केवलं प्रथमपङ्क्ति पठति किं महोदय. अङ्गकार्यम् उभधायाम् आकारः लघु इत्यपि न, अतः गुणकार्यं नास्ति, किन्तु अन्यत् अङ्गकार्यद्वयं वर्तते. सास् धातोः स्थाने सा आदेशः भवति, हि प्रत्यये परे सा हौ सास् धातोः स्थाने शा आदेशः भवति हि प्रत्यये परे सा लुप्तप्रथमाकं हौ सप्तत्यन्तं द्विपदम् इति सूत्रं सास् इदसङ्कलोः इत्यस्मात् सास् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सास् सः शा हौ इति सासितं तस्मात् अनुवृत्ति अनुवृत्तिसहितसूत्रं सासः सा हौ इति सास् धातोः सा हौ इति महोदय यथा सास्योः हि सा हौ सा योः हि भूजलभ्यो हयदि इत्यनेन जलन्देभ्यः धातुभ्यः हि स्थाने दि आदेशः सा दि इति अत्र सा हौ इति सूत्रे अलोन्सस्य इति कार्यं करोति भगिनि पृष्ठभगिनी अत्र अलोन्त्यस्य इत्यस्य कार्यम् अस्ति किं शाहौ इति सूत्रे शासः शाहौ इति अस्ति तर्हि अलोन्तस्य इति कार्यं करोति किम् इति अन्तिम सकारस्य आदेशस्य एव लोपः भवति अत्र न किमर्थं नास्ति अलोन्तस्य सम्पूर्णतया केन सूत्रेण पूर्णतया आदेशः इति कथं जानीमः तस्य कृते परिभाषासूत्रमेकमस्ति यथा अलोन्तस्य अस्ति तथा एव अन्यत् सूत्रमपि भगिनी तदनन्तरं महोदय करपत्रम् आं भगिनि आम् अत्र किं सूत्रं किम् इत्युक्ते अनेकाश्चित् सर्वस्य इति अनेक यत्र आदेशे अनेक अल्वर्णः सन्ति एकः अल्वर्णः नास्ति चेत् अनेकाल् इति वदामः अत्र तु अल्वर्णद्वयमस्ति खलु शकारः अस्ति अनन्तरम् आकारः अपि शा इति तर्हि अनेकाश्चित् सर्वस्य आदेशः भवति इति कृत्वा शा इत्यस्य पूर्णतया आदेशः शा इति अस्तु महोदय अत्र अहं न आगच्छामि शकारः एव लोपो भवति न तदेव नास्ति तदेव नास्ति इति सामान्यतया किं भवति यत्र आदेशः वा आगमः अन्तिम अल्वर्णस्य भवति केन सूत्रेण अलोन्तस्य किमर्थम् अन्तिम अल्वर्णस्य एव प्रवर्तयामः किमर्थम् इत्युक्ते सामान्यतया आदेशः तु एकः एव वर्णः आयाति आदेशे आदेशः वा लोपः भवति चेत् एकः एव वर्णः आयाति आगमः वा अत्र तु अनेक आदेशस्य अनेके वर्णाः सन्ति शा इति वर्णद्वयमस्ति शकारः अस्ति अनन्तरम् आकारः अपि अस्ति तर्हि अनेक अल्वर्णाः सन्ति इति कृत्वा आदेशस्य पूर्णतया आदेशः भवति शास् इत्यस्य पूर्णतया आदेशः यदि अन्तिमवर्णस्य एव प्रवर्तयामः चेत् किं भवति शा शास् इति भवति शा अनन्तरम् इस् इत्यस्य स्थाने पुनः शास् इति शा इति अस्ति तर्हि शाशा इति रूपं भवति तत् नास्ति खलु तर्हि अनेकाश्चित् सर्वस्य इति परिभाषास्त्रम् इत्युक्ते आदेशे अनेक अल्वर्णः सन्ति इति कृत्वा पूर्ण आदेशः पूर्णतया आदेशः सर्वस्य आदेशः अनेकाश्चित् सर्वस्य शा धातोः शासु अस्ति प्रकृतौ अस्तु प्रकृतौ शासु इत्यपि शास् इति पूर्णतया शास् इति स्थाने शा इति अत्र अतः सा एव तिष्ठति अनन्तरम् अनुवृत्तिसहसूत्रेण आस्य आदेशः इति वा अतः सास् इति पूर्णतया आदेशः महोदय अत्र शास् इति सूत्रे किम् अस्ति उक्तमस्ति शासः इति षष्टिविभक्ति इत्युक्ते शासः स्थाने इति स्थाने अस्ति शास् इति दातुः तस्य स्थाने किम् आदेशः भवति प्रथमविभक्त्या किं निर्दिष्टं शा इति आदेशः निर्दिष्टं खलु शा इति प्रथमविभक्ति किं सूचयति आदेशं सूचयति खलु तर्हि शा इति यत् आदेशः अस्ति तत्र कति अल्वर्णाः सन्ति अल् इत्युक्ते किम् एकः वर्णः अस्ति चेत् अल् अस्ति कति अल्वर्णाः सन्ति शा इति आदेशस्य सकारः न न शा इति आदेशस्य महोदय शा इति आदेशस्य कति अल्वर्णाः सन्ति? एकं प्रश्नं पृच्छामि, अचुवर्णः इत्युक्ते किम्? अचुवर्णः इत्युक्ते किम्? यत्किमपि स्वरः अचुवर्णः. अनन्तरं हल् इत्युक्ते प्रतिहारेण किं? हल् इत्युक्ते व्यञ्जनम् अच् इत्युक्ते स्वरः, हल् इत्युक्ते व्यञ्जनं, किन्तु अल् इत्युक्ते किं? स्वरं वा व्यञ्जनं वा भवतु, तत्तु अल्. तर्हि अत्र शा इति पदमस्ति, तत्र कति अल्वर्णाः सन्ति? व्यञ्जनमेकमस्ति, शकारः अस्ति, अनन्तरम् आ इति स्वरः अपि अस्ति, तर्हि वर्णद्वयम् अस्ति खलु? वर्णमाला पठितवन्तः खलु, तत्र तु वर्णद्वयम् अस्ति, शा इत्युक्ते शकारः अस्ति, अनन्तरम् आकारः अपि अस्ति, तर्हि अल्वर्णद्वयम् अस्ति खलु? सा आदेशः पूर्णतया अनेकाचित् सर्वस्य इति सूत्रेण पूर्णतया आदेशः इति वदति. सूत्रे शा लुप्तप्रथमाङ्कं हौ सप्तमङ्कं, लुप्तप्रथमाङ्कम् इत्युक्ते किम्? अलुप्तप्रथमाङ्कम् इत्युक्ते किम् अस्ति? आकारान्त, अहं किं वदामि, आकारान्तपदं जानन्ति वा? आकारान्त किमपि पदम्, आकारान्तपदस्य प्रथमविभक्ति कथं भवति? चन्द्रमाः इति आयाति खलु, न जाने कथम् आयाति इति. आकारान्तपदं जानन्ति वा किमपि? पुल्लिङ्गपदं, पुल्लिङ्गपदम् तद् पश्यामः चेत् वयं प्रायः अवगन्तुं शक्नुमः. पूर्णतया षष्टि प्रथमा विभक्त्या न सूचितमस्ति इति अर्थः. सामान्यतया प्रथमा विभक्तिः पूर्णतया सूचयति खलु, प्रथमा विभक्तिः अत्र लुप्तप्रथमाकम् इति किमर्थम् इति, लुप्तप्रथमाकम् इति युक्ते किम् इति पृष्टवती. पूर्णतया प्रथमाविभक्तिसूचना तत्र नास्ति लुप्तप्रथमाकम् इति मन्ये. तत्तु प्रथमाविभक्ति कथा कथम् कदाचित् तादृशलुप्तप्रथमाकम् अनुवृत्तितः आयाति खलु, कदाचित् किं भवति भगिनि इत्युक्ते किमस्ति, छन्दसः कृते लुप्त रूपाणि तादृशं पाणिनिना उपयुक्तानि छन्दसः कृते, एतत्तु वेदेषु वर्तते खलु अष्टाध्यायी, तर्हि छन्दसः कृते कदाचित् लुप्तरूपं प्रयोगं कुर्वन्ति करोति पाणिनिः इति. पूर्णतया विभक्तिरूपं वदति चेत् प्रायः छन्दसः कृते समीचीनं न भवति खलु. स्थानिवद्भावः इति करपत्रं भगिनी वद् पठति किं सरला भगिनि? करपत्रं वा करपत्रं भगिनि करपत्रं स्थानिवद्भाव सकारान्त शास् शास् परस्मैपदी अनुसृष्ट शासु शास् परस्मैपदी अनुसृष्टौ शास् धातु जक्षाद्यन्तगणे अस्ति, अत्र तिङन्तसिद्धार्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि. अङ्गकार्यम् उपधायाम् आकार लघु इति न अस्ति, अतः गुणकार्यं नास्ति, किन्तु अन्यत् अङ्गकार्यं द्वयं वर्तते. शास् धातोः स्थाने शा आदेशो भवति हि प्रत्यये परे. शाहौ षष्ठ अध्यायस्य चतुर्थपादे पञ्चत्रिशन् सूत्रं शास् धातोः स्थाने शा आदेश भवति हि प्रत्ययपरे. शा लुप्तप्रथमाङ्कं हौ सप्तमन्तं द्विपदं सूत्रं. शा सिद्धङ्गहलो इत्यस्मात् शासः इत्यस्य अनुवृत्तिसहितसूत्रं शासः शाहो इति महोदय मणिमहोदय अत्र चर्चा भवति, चिन्तनं बलाबलचिन्तनं भवति. पूर्वमेव वयं दृष्टवन्तः, अस्मिन्नेव करपत्रे वयं दृष्टवन्तः, यद्यपि एतत्तु किमस्ति आभीयकार्ये स्तः अनन्तरम् अन्यत् पूजलव्योगेपि द्वौ अपि आभीयकार्ये स्तः, तर्हि एतस्य कार्यम् अन्यत् न पश्यति. तथापि यद्यपि आभीयकार्यमस्ति तथापि प्रथमं बलाबलचिन्तनं भवतु, तदनुसृत्य एव वयं क्रमः जायते. यत्किमपि भवतु नाम अन्यत् न पश्यति, तर्हि क्रमस्य का आवश्यकता इति वक्तुं शक्नुमः. किन्तु महोदय उक्तवान् सामान्य अस्माकं चिन्तनं यत् बलाबलचिन्तनं तत्तु प्रवर्तनीयानि एव, सर्वत्र प्रवर्तनीयानि इति कृत्वा अत्रापि वयं प्रवर्तयामः. यथा शाहयोगी शाहौ योगहि हुल् जल्भ्यो हेधि इत्यनेन झलिन्तभ्य शा धातुभ्यश्च हि स्थाने धि आदेश शाधि भवति. शास् योगहि पुष्पभगिनी म्यूट् करोति किल, किञ्चित् ध्वनिः अस्ति. शाहो इति सूत्रेण शा योगहि उज्जल्भ्यो हेदि इति सूत्रेण हि स्थाने धि आदेशः भवति, शाधि इति सूत्र भवति. अत्र प्रश्न उदेति यत् किं सूत्रं प्रथमम् आगच्छेत्, शाहौ अथवा हुल् हुज्झल्भ्यो हेदि. तस्य क्रमः अस्ति षष्ठमध्यायस्य चतुर्थपादे एक अधिकशतम् एकतम सूत्रम्. अस्य अवगमनार्थं स्थानीवत् आदेश अनलविधौ इति सूत्रं सम्यक्तया बोध्यम्. क्रम एतादृश इदानीं स्थानीवत् आदेश अनलविधौ तस्य महोदय विवरणं कृतवान् अधुना भागे. क्रम एतादृश अन्यत्र लब्धावकाशयोः एकत्र प्राप्ति तुल्यबलविरोधः इति भाष्यवाक्येन तुल्यबलविरोधः अस्ति. अतः विप्रतिषेधे परं कार्यम् एक अध्यायस्य चतुर्थपादे द्वितीयसूत्रम् इत्यनेन परकार्यं भवति. हुल् छल्भ्यो हेदि षष्ठम् अध्यायस्य चतुर्थपादे एक अधिकम् एकशतं तम सूत्रम् इति परसूत्रम्. अत्र दत्तमस्ति यत्र अन्यत्र लब्धावकाशः अस्ति, तत् एकस्मिन् द्वे सूत्रे आगत्य तस्य तुल्यबलविरोधः कथं भवति, यत्र द्वे सूत्रे तयोः अन्यत्र अपि अवकाशः अस्ति, लब्धावकाशः अस्ति, तस्य तुल्यबलविरोधः इति वदामः. अन्यत्र अपि द्वे सूत्रे कार्यं कर्तुं शक्नोति, तस्य तुल्यबलविरोधः भवति. यदि एतत् स्थितिः अस्ति, तत् स्थित्यां विप्रतिषेधे परं कार्यं, परसूत्रं बलवत् भवति. तत्र इदानीं शाहो तस्य क्रमः अस्ति षष्ठमाध्यासे चतुर्थवाद्य पञ्चत्रिशन्, हुल् छल्भ्यो हेदि अस्ति षष्ठमाध्यासे चतुर्थपादे एकशतम् एकाधिकम् एकशतं. तो हुल् छल्भ्यो हेदि परसूत्रं बलवत् भवति शाहो इति सूत्रस्य अपेक्षा, तस्य कार्यं भवति. परन्तु पूर्वपरनित्या अन्तरङ्गापवादात् कुत्र अस्ति नूतन करपत्रं, करपत्रद्वयं प्रेषितवती खलु भगिनि मम पत्रे महोदय, मङ्गलवासरे करपत्रं. यदि भवत्याः समीपे सङ्गणकं सङ्गणके पश्यति चेत् अन्तिमं करपत्र अदादिगणे इति अन्तिमभागः अस्ति खलु, तत्र एव स्थानिवदादेशं भवति. नूतनकरपत्रं पत्रस्य लिङ्क् अपि योजितवान्, मम ई पत्रात् स्वीकर्तुं शक्नोति, नो चेत् महोदयस्य अदादिगणस्य करपत्रे अन्तिमभागस्य अन्ते आयाति चेत् तत्र लिङ्क् अस्ति. क्षम्यतां भगिनि, अन्ते वा इति न अटाच् उक्तम् अस्ति. अस्ति अस्ति महोदय, तदेव अहं स्वीकृतवती. ईमेल् ईमेल् मध्ये अस्ति, अतैव. हा हा, ईमेल् अस्ति अस्ति मध्ये अस्ति. भव्या भगिनी ईमेल् महोदयस्य करपत्रे अस्ति, तत्र सप्तेजस् इति अस्ति, अन्ते पश्यतु. ध्येयम् इति सर्वं दिन् टु जायिन् अ क्लास् आर् अदर्स् फील् फ्री टु कान्ट्राक्ट् कान्टाक्ट् स्वरूप् इति अस्ति खलु, तद् तदनन्तरं लघु अक्षरमस्ति सप्तेजस् वन् इति अस्ति इति अस्ति, कानिवद्भावः इति. न महोदय, भव्या भगिन्या भव्या भगिन्याम् ईमेल् पत्रे अस्ति. अस्तु भगिनि, तत् स्वीकृतवती खलु. धन्यवादः, क्षम्यतां पुनः भगिनि. भगिनि भवती वदतु. पर्वन्तु पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय इति परिभाषया परत्वात् नित्यसूत्रं बलवत् अत्र बोध्यं यत् परसूत्रं परत्वात् एव बलवत् भवति. तत् अपेक्षया पूर्वसूत्रं नित्यम् अस्ति चेत् तदेव बलवत् भवति. अत्र परसूत्रं नित्यम् अस्ति न वा इति न द्रष्टव्यं, तस्य अवसरः परत्वात् जातः एव. अधुना पूर्वसूत्रमेव नित्यम् अस्ति न वा इति द्रष्टव्यम् इति सूत्रेण पर पूर्वसूत्रस्य अपेक्षा परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षा नित्यसूत्रं बलवत् भवति. किन्तु यदि नित्यसूत्रम् इति चिन्तयामः तत्र केवलम् इति द्रष्टव्यं, यदि पूर्वसूत्रं नित्यम् अस्ति तत् बलवत् भवति. परसूत्र परत्वात् इति जातः, अतः नित्यम् इति केवलं पर पूर्वसूत्रमेव द्रष्टव्यं, न तु परसूत्रे इति तस्य विवरणम् अस्ति अत्र. अत्र हुल् झर्भ्यो हेदि पूर्वं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति वा? पुनः शाहौ पञ्चत्रिंशत् समसूत्रं पूर्वं भवति चेत् अनन्तरं हुल्चल्भ्यो हेदि इत्यस्य कार्यं सम्भवति वा इति परिस्थितिद्वयम् अस्माभिः परिशीलनीयं. यदि हुल्चल्भ्यो हेदि परसूत्रत्वात् प्रथमं कार्यं करोति, तदनन्तरं शाहो कार्यं करोति, स्थितिः का भवति? यदि शाहो पूर्वं कार्यं करोति तदनन्तरं हुल्चल्भ्यदि का स्थितिः भवति? तस्य अधो उदाहरणं दत्तमस्ति. हुल्चल्भ्यो हेदि इति परसूत्रं तत्र विप्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शाहो अस्ति पूर्वसूत्रं षष्ठम् अध्यायस्य चतुर्थपादे पञ्चत्रिंशत्, हुल्चल्भ्यो हेदि अस्ति षष्ठम् अध्यायस्य चतुर्थपादे एक अधिक एकशतं सूत्रं. तयो मध्ये परसूत्रं भवति हुल्चल्भ्यो हेदि, विप्रतिषेधे परं कार्यम् इति सूत्रेण हुल्चल्भ्यो हेदि बलवत् भवति. तस्य कार्यं प्रथमं भवति चेत् अति मुख्य वार्ता भवति चेत् शास् योग हि हुल्चल्भ्यो हेधि इति सूत्रेण हि स्थाने धि आदेशः भवति, शास् योगति. अधुना शाहौ इति सूत्रस्य प्रवर्तनार्थं हि नास्ति, अतः स्थानीवत् भावेन अयं धीः इव भवितुम् अर्हति न वा इति चिन्तनीयम्. इदानीं यदि शास् योगधि भवति तदनन्तरं शाहो यः पूर्वसूत्रम् अस्ति तस्य प्रसक्ति न भवति, कारणकी शाहो इति सूत्रे निमित्तम् अस्ति हि परे. अत्र यदि धि पूर्वं भवति तर्हि नास्ति, तस्य कार्यं निरवकाश भवति. शाहो पूर्वसूत्रं षष्ठाध्यायस्य चतुर्थपादे पञ्चत्रिंशत् सूत्रं पूर्वं भवति चेत् शास् योग हि शाहौ प्रथमं कार्यं करोति शा शास्थाने पूर्णतया शा आदेशः आगच्छति हि अधुना हुल्छल्भ्यो हेदि इति सूत्रेण परसूत्रं षष्ठमध्यायस्य चतुर्थपादे एकाधिकम् एकशतम् इति सूत्रस्य प्रवर्तनार्थं झल् प्रत्याहारे स्थितः सकारः नास्ति नास्ति अतः स्थानिवद्भावेन अयं शा शास् इव भवितुम् अर्हति न वा इति चिन्तनीयम्. इदानीं यदि शाहो प्रथमं कार्यं करोति तद् शायोग हि अधुना हुल् छल्भ्यो हेदि यदि आगच्छति तत्र अन्तिमवर्ण आ अस्ति झल् आकार झल् प्रत्याहारे न आगच्छति सो हुल् छल्भ्यो हेदि तस्य निमित्तमस्ति झल् पूर्वं हि परे अस्ति तस्य कार्यम् अपि न भवितुं शक्नोति किन्तु स्थानीवद्भावेन अयं शास् शास् इति भवितुम् अर्हति न वा इति चिन्तनीयं. यदि शा यस्य आदेश यस्य स्थाने आगच्छति तत्र स्थानीवत् कार्यं करोति न वा इति कथं जानीमः तस्य अन्य परिभाषा अद्भुतमस्ति. अहं पठामि किम् अहं पठामि स्थानिवद् तर्हि अत्र स्थानिवद् भावः इत्युक्ते कः इति द्रष्टव्यं. स्थानिवद् आदेशो अनल्विधौ इति सूत्रे भागद्वयम् अस्ति. आदेशः स्थानिवद् भवति नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि प्रस्थिताः भवन्ति इति प्रथमभागः इति प्रथम बिन्दुः. द्वितीयबिन्दुः अस्ति कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च तस्य विधिः स्थाने सम्बन्ध अल्वर्णम् आश्रित्य परिवर्तनीयः चेत् आदेशः स्थानिवद् भवति. सूत्रं सरलम् अस्ति किमित्युक्ते स्थानिवद् आदेशः इत्युक्ते आदेशः स्थानिवद् भवति सामान्यतया स्थानिवद् इत्येव मन्तव्यं यत्र स्थानी अस्ति आदेशः अस्ति किमपि सूत्रेण स्थानिनः स्थले आदेशः आयाति तर्हि आदेशः अपि पूर्वं यत् स्थाने स्थाने इत्यस्य गुणधर्माः सन्ति ते अपि स्थाने स्वीकरोति इति कृत्वा आदेशः स्थानिवद् अस्ति. किन्तु तत्र एव द्वितीय बिन्दुः अस्ति अनल्विधौ इति अस्ति. अनल्विधौ इत्युक्ते अल् इत्युक्ते वर्णं वर्णः अस्ति अल् अल्विधिः इत्युक्ते अल् इत्युक्ते वर्णः अल्विधिः इत्युक्ते वर्णम् आश्रित्य कार्यं यत् अस्ति विधिकार्यं तद् अल्विधिः अस्ति. अनल्विधौ इत्युक्ते किम् अल्विधि आश्रित्य कार्यं नास्ति तत्रैव भवति स्थानिवदादेशो अनल्विधौ स्थानिवदादेशः. यदि अल्विधिकार्यमस्ति चेत् वर्णनिमित्तिकं किमपि कार्यमस्ति चेत् तत्र तु स्थानिवद्भावः न स्वीकरोति तत्र न भवति आदेशस्य इति पश्यामः चेत् अस्मिन् सूत्रे अग्रे अस्मिन् सूत्रे विधानमपि अस्ति स्थानिवद्भावः इति विधानमपि अस्ति निषेधः अपि अस्ति स्थानिवद्भावः निषेधः अपि अस्ति कुत्र अस्ति अनल्विधौ इत्यनेन निषेधः. अतिदेशसूत्रम् अस्ति यतोहि अस्य आदेशस्य स्वभावः तथा नास्ति स्थानि इव न तस्य आदेशस्वभावः तथा स्थानि इव आरोप्यते. उदाहरणार्थम् अनन्तरं पश्यामः. तर्हि अत्र अतिदेशसूत्रमस्ति यस्य गुणं तथा नास्ति तत्र तस्य आदेशस्य गुणं तु सामान्यस्य आदेशस्य स्थानिनेः गुणं नास्ति पृथक्तया पश्यामः. किन्तु यत्र आदेशरूपेण आयाति तस्मिन् समये स्थानिनः गुणधर्माः स्वीक्रियते आरोप्यते तस्मिन् आदेशस्य स्वभावः आरोप्यते इति कृत्वा अतिदेशसूत्रमस्ति. परिभाषासूत्रमस्ति अस्ति किमर्थं यतोहि स्वयं किमपि कार्यं न करोति तत्तु सहायमेव करोति विधिसूत्राणां सहायं करोति इति कृत्वा परिभाषासूत्रमपि अस्ति. तानिवत् भावः यदि न अभविष्यत् तर्हि कार्यं न स्यात्। यत्र यत्र अल्व् इति कार्यमस्ति तत्र तु तानिवत् भावः न भवति तर्हि कार्यं न भवति। अनेन सामान्यतया आदेशः स्थानिवद् भवति, सामान्यतया तु आदेशः स्थानिवद् भवति। अष्टस्तु अष्टसु स्थलेषु स्थानिवद् भावः भवति। काशिकायाम् एतदर्थं वाक्यमस्ति, धातु अङ्गकृत्तस्य अव्यय सुप्तिं पदाद पदादेशाः इति। अष्टसु स्थलेषु कानि आदेशः स्थानिनः स्वभावं स्वीकरोति। कुत्र इत्युक्ते प्रथममस्ति स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि धातु भवति। उदाहरणार्थं वयं जानीमः किम् अस्तेर्भुः इति सूत्रं पूर्वं दृष्टवन्तः वा न जाने, किन्तु आर्धधातुकप्रत्ययेषु पश्यामः। अन्यत् उदाहरणमपि अस्ति खलु, स्था धातोः स्थाने तिष्ठ इति आदेशः वयं दृष्टवन्तः, तिष्ठति इति स्था धातुः अस्ति किन्तु स्था धातोः स्थाने तिष्ठ इति आयाति। तर्हि तत्र तिष्ठ इति पदमस्ति इति शब्दः अस्ति किन्तु यत्र स्था धातोः स्थाने स्था प्लस् टि इति अस्ति तिङ् लट्लकारे, स्था प्लस् टि तस्मिन् समये तिष्ठ इति आदेशः भूत्वा तिष्ठ प्लस् शप् प्लस् टि, तर्हि तिष्ठ इत्यस्य अपि धातु इति धर्मं स्वीकरोति। तिष्ठ इति केवलं शब्दः अस्ति खलु, किन्तु स्था धातोः स्थाने यदा आदेशरूपेण तिष्ठ इति आयाति तस्मिन् समये तिष्ठ इत्यस्य अपि धातुः इति संज्ञा प्राप्नोति, गुणधर्मः प्राप्नोति। तथा धातुः अस्ति चेत् तस्य स्थाने यत् आदेशः अस्ति धातु तदपि धातुः भवति प्रथम बिन्दुः अस्ति। अनन्तरं स्थाने अङ्गम् अस्ति चेत् तस्य स्थाने आदेशः अपि अङ्गं भवति। उदाहरणार्थं कर्तरि शप् इति अस्ति, अनन्तरं शप् प्रभाद्य श्लू इति आगतः, तर्हि अङ्गम् अस्ति चेत् तस्य स्थाने यत् आदेशः भवति, अङ्गस्य स्थाने किमपि आदेशः भवति चेत् तस्य अपि अङ्गम् इति एव नाम। उदाहरणार्थम् अन्यत् उदाहरणम् अत्र अन्यत् जालपुटे दत्तमस्ति किन्तु अधुना न पश्यामः महोदय, प्रायः सरल उदाहरणं दास्यति इति। महोदय तथा एव स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने अन्यकृत् प्रत्ययः, उदाहरणार्थं त्वान्तरूपं वयं जानीमः कृत्वा इति त्वान्तरूपम्। अधुना आदौ यदि उपसर्गः अस्ति चेत् त्वा इत्यस्य स्थाने लेप् प्रत्ययः आदेशः भवति, किन्तु लेप् इति एकः शब्दः अस्ति किन्तु त्वा इति प्रत्ययः अस्ति खलु, तस्यैव कृत् प्रत्ययस्यैव रूपं स्वीकरोति लेप् प्रत्ययः अपि, लप् इति प्रत्ययः इति स्वीकरोति, प्रत्ययस्य गुणधर्मः स्वीकरोति त्वा इत्यस्य गुणधर्मः, किन्तु अल् आश्रितं कार्यं न स्वीकरोति इति मन्तव्यं। त्वा इति सकारादि अस्ति, सकारादि ये गुणधर्मः सकारादि इति यत् सकारादि इति किमपि वर्णनिमित्तिकं कार्यमस्ति चेत् तत्तु न भवति, किमर्थम् इत्युक्ते लप् इति यकारादि अस्ति तर्हि तद् न भवति, किन्तु अन्यत् अन्यथा प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति त्वा इति, लेप् अपि कृत् प्रत्ययः अस्ति प्रत्ययः अस्ति, त्वा इति कृत् अस्ति लेप् अपि कृत् अस्ति इति, त्वा इति आर्धधातुकप्रत्ययः अस्ति लेप् अपि आर्धधातुकः अस्ति इति, तादृश अन्य गुणधर्मः स्वीकरोति लेप् अपि। अल्वण आश्रित्य इत्युक्ते किम्? अल् आश्रितं कार्यं न स्वीकरोति, उदाहरणार्थं त्वा इत्यस्य आदौ कः वर्णः अस्ति, सकारः अस्ति, तर्हि अनन्तरं किम् इत्युक्ते तस्मिन् विषये अग्रे पश्यामः भगिनि। एतत् पङ्क्तिं स्वीकृत्य स्थाने तद्धितप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तद्धितप्रत्ययः इति एव भवति। अनन्तरं स्थाने अव्ययम् अस्ति चेत् तस्य स्थाने यत् आदेशः भवति तदपि अव्ययम् इति स्वभावं स्वीकरोति। स्थाने सुप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि सुप्रत्ययं स्वीकरोति। अनन्तरं किमस्ति, स्थाने तिङ् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ् प्रत्ययं स्वीकरोति। उदाहरणार्थं किमस्ति, प्रथमं तस्मात् अपि पूर्वं प्रथमं तु तिङ् इति अस्ति, धातुः प्लस् तिङ् इति अस्ति, अनन्तरम् अधुना तिङ् स्थाने उदाहरणार्थं तिक् प्रत्ययः आयाति, तर्हि तिङ् इति नाम यत् अस्ति गुणधर्मः तिङ् इति नामकरणं संज्ञा तिप् अपि स्वीकरोति, जि इति जोन्तः इति अन्तादेशः अस्ति, तत् तदपि जि इत्यपि प्रत्ययः तदेव स्वीकरोति, तिङ् इति एव तथा एव जि इत्यस्य स्थाने अन्तादेशः यदा भवत् तस्मिन् समये जोन्तः इति भिन्नमस्ति. भगिनी यथा उक्तवती जे जुस् इति, जि इत्यस्य स्थाने जुस् आदेशः, तत्तु जि इत्यस्य यत् अपि तस्य इति कृत्वा तदपि स्वीकरोति, तादृशगुणधर्मः स्वीकरोति. तिङ् इति जि इत्यस्य तिङ् इति धर्मः अस्ति, तर्हि जुस् इत्यस्यपि तिङ् इति गुणधर्मः स्वीकरोति. तानि पदमस्ति चेत् तस्य स्थाने आदेशः अपि पदं भवति इति अत्र तस्य अत्र प्रश्नः नास्ति खलु एतावत्पर्यन्तम्. अधुना किम् अस्माकं प्रश्नः, तर्हि सामान्य प्रथमभागः अस्ति स्थानि स्थानिवद् आदेशः इति, तर्हि स्थानिवद् आदेशः अपि स्थानिवद् अस्ति इति प्रथमभागः, तत्र तु संशयः नास्ति. तादृश आदेशः वा स्थानिः स्थानि धातु भवितुमर्हति, अङ्गं भवितुमर्हति, कृत् भवितुमर्हति, तद्विध प्रत्ययः भवितुमर्हति, अव्ययं भवितुमर्हति, सुप्रत्ययः भवितुमर्हति, तिङ् प्रत्ययः भवितुमर्हति, नो चेत् पदमपि भवितुमर्हति. तर्हि स्थानि यत्र आयाति अनयोः स्थाने आयाति चेत् क्षम्यताम् आदेशः स्वभावः स्थानिनेः स्वभावं स्वीकरोति आदेशः स्वीकरोति आम् इति प्रथमभागः. अधुना वयं पश्यामः अल्वि अनल्विदौ इति अस्ति खलु अन्तिमभागः, तद् किं पश्यामः. तर्हि सामान्यतया आदेशः स्थानिवद् भवति, तदेव प्रथमभागः. स्थानिवद्भावः कुत्र न भवति? येन कः स्पष्टविचारः मनसि आगच्छेत् त्रयः कालाः कल्पनीयाः. टु अण्डर्स्टाण्ड् दट् यु नो यु अनल्विदौ इति भागं मनसि अस्माकम् अवगमनार्थं कालत्रयम् अस्ति इति मनसि भवेत्. प्रथमं किं? प्रथमकाले स्थाने अस्ति, प्रथमं तु स्थाने एव अस्ति, सा धातुः प्लस् सि इति अस्ति. अनन्तरं किं भवति? द्वितीयकाले आदेशः भवति, केनापि सूत्रेण सूत्रं वदति स्था इत्यस्य स्थाने तिष्ठ इति आदेशः भवतु इति स्थाने शा इति उदाहरणार्थं सूत्रमस्ति, शाः इति सूत्रे. तर्हि द्वितीयकाले शास् इति सूत्रं शास् इति स्थाने न तिष्ठति, तस्य स्थाने शा इति आदेशः अस्ति. स्था इति धातुः अस्ति, सा धातुः स्थाने तिष्ठ आदेशः भवति. प्रथमकाले तु सा इति धातुः आसीत्, द्वितीयकाले किम् अभवत्? सा तु अपगच्छति, तस्य स्थाने तिष्ठ इति आदेशः अभवत्. अत्र तु पूर्णतया आदेशः अस्ति, कदाचित् तु एकस्य एव वर्णस्यापि आदेशः भवितुम् अर्हति, तथापि भवति. अनन्तरं किं? तृतीयकाले कश्चन विधिः अस्ति. अधुना किम् इत्युक्ते, प्रथमं सा इति धातुः अस्ति, अनन्तरं तिष्ठ इति आगच्छति. सा इति धातुः कीदृशधातुः? आकारान्तधातुः अस्ति खलु. किन्तु तिष्ठ इति धातुः कीदृशधातुः? प्रायः हलन्तम् इति मन्ये, हलन्तम् अस्ति. तर्हि सा इति आकारान्तस्य किमपि सूत्रम् एकं सूत्रमस्ति, पूर्वम् आकारः भवेत्, अनन्तरं तिङ् प्रत्ययः भवेत्, नो चेत् शक् प्रत्ययः भवेत्, तर्हि एतस्य सूत्रस्य प्रसक्तिः इति वदति, एतत् कार्यं भवतु इति वदति एकं सूत्रम्. किन्तु तिष्ठ आदेशः यत्र अभवत् तत्तु हलन्तम् अस्ति, तत्र तु आकारः एव नास्ति. तर्हि आकारः आकारम् आश्रित्य एकं विधिकार्यम् आयाति चेत् तिष्ट् इति पद इति धातुः यत् अस्ति तत्र तु न प्रवर्तनीयं, न भवति, तत्र तु न अर्हति खलु. किमर्थम् इत्युक्ते अधुना आकारः एव नास्ति, केवलं गुणधर्माः स्वीकरोति, धातुः इति स्वीकरोति, किन्तु अल्म् इति आश्रित्य किमपि कार्यं भवति चेत् तद् कार्यम् अत्र न प्रवर्तते. तर्हि तृतीय प्रथमकाले स्थाने अस्ति, द्वितीयकाले आदेशः अस्ति, तृतीयकाले अनन्तरं यत् आदेशः अभवत् अनन्तरम् एकं विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति. कीदृशविधिसूत्रम्? अल् आश्रितं विधिसूत्रं, वर्णनिमित्तिकं विधिसूत्रं, वर्णनिमित्तिकम् इति नास्ति किन्तु तद् वर्णम् आश्रित्य विधिः नाम विधिसूत्रस्य कार्यं, विधि इत्युक्ते विधिसूत्रम् इति. तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् आवश्यकम् अपेक्षितं. प्रथमसूत्रं किं भवति? स स्थानिनः स्थाने कश्चन आदेशः भवति. उदाहरणार्थं भगिनी यथा उक्तवती शाः इति सूत्रं स्थानिनः स्थाने आदेशं निर्णयति वदति. अनेन स्थानीयः आसीत् तस्य स्थाने अधुना आदेशः आगतः. द्वितीयकालम् अभवत्, द्वितीयकाले आदेशः अभवत्. तदानीं द्वितीयसूत्रम् अनन्तरम् विधिसूत्रमेकम् आयाति. द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते. इदं नूतनं कार्यं तृतीयकाले भवति. अपरमेकं सूत्रं विधिसूत्रम् आगत्य तृतीयकाले प्रवर्तयितुं प्रयत्नं करोति. तत्र तृतीयकालः विशेषतः अवलोकनीयः. अस्मिन् द्वितीयसूत्रे यानि निमित्तानि, अत्र सूत्रमत् अस्ति, यानि निमित्तानि अपि अपेक्षितानि, तेषु यदि एकमपि कश्चन वर्णः अल् आश्रितं कार्यमस्ति चेत्, वर्णम् आश्रितं कार्यं यः स्थानिनी आसीत् चेत् आसीत् किन्तु साक्षात् आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अस्ति. एकम् उदाहरणार्थं पश्यामः. अधुना किम् अस्ति, सा इति धातुः अस्ति. अनन्तरम् एतदपि अस्ति, शाक् इति धातुः अस्ति. शाक् स्थाने शा आदेशः अभवत्, किन्तु शाक् धातोः अन्तिमवर्णः कः? सकारान्तः अस्ति. शा इति धातोः अन्तिमवर्णः कः? आकारः. खलु, यदि एकं तृतीयकालम् आदेशः अभवत्, अधुना एकम् अन्यत् सूत्रम् आगत्य कार्यं कर्तुम् इच्छति, यत् वदति हलन्तधातूनाम् इति वदति चेत् तत् वक्तुम् अधुना वक्तुं शक्यते किम्? अल् वर्णम् आश्रितकार्यं भवति खलु. वदामि सकारान्तधातूनाम् इति वदामि, अधुना सकारान्तधातुः एव न, आकारान्तम् अभवत्. तथा एव यदि वदति जलन्तधातूनाम् इति वदामः, तत्रापि अत्र जलन्तधातुः नास्ति. किन्तु अन्यत् उदाहरणं स्वीकुर्मः. यदि अहं वदामि किं वदामि, कदाचित् हन् धातोः स्थाने बद् आदेशः भवति. हन्ते जः इति नास्ति, हन् धातोः स्थाने बद् आदेशः भवति. वद् इति एकनिमेषं पश्यामि. हनस्य वदः इति मन्ये, न जाने एकनिमिषं विस्मृतवती. हनो वद लङि इति अस्ति. हन्दातोः स्थाने बद् आदेशः भवति लङि परतः आददातुके कृते परे इति. लिङि परतः आददातुके, लिङि तु हन्दातोः स्थाने वद् इति आदेशः भवति लिङ् प्रत्यये परे इति. तर्हि तादृशं वद् हन्दातोः स्थाने वद् आदेशः भवति चेत् हन्नपि अल्वर् हलन्तः अस्ति, वद् अपि हलन्तः अस्ति. हन् जलि अस्ति, किं जलि नास्ति, किन्तु हल् तु बलि अस्ति. तर्हि एकं सूत्रमस्ति, बलन्तधातूनां किमपि कार्यम् इति वदति चेत् सूत्रं प्रवर्तनीयं चेत् तर्हि किम् अत्र हन् इत्यपि वलन्तः अस्ति, किमस्ति बद् इत्यपि वलन्तः अस्ति इति कृत्वा तादृशकार्यं प्रवर्तनीयं स्वीकरोति, कार्यं तु भवति. किन्तु यदि सूत्रं वदति नकारान्तधातूनाम् इति वदति चेत्, अधुना तु नकारान्तधातुः नास्ति, बद् इति तु नकारान्तधातुः नास्ति, अनुनासिकान्तधातूनाम् इति वदति. किन्तु बद् इति तु दकारान्तदातुः अस्ति, नकारः अनुनासिकवर्णः नास्ति इति कृत्वा तादृश वर्णनिमित्तिकं कार्यं न भवति. यदि एकं वर्णं निमित्तिकं, किं महोदयेन अत्र यदुक्तम्, एकं वर्णनिमित्तिकं कार्यं तृतीयकाले आयाति. कीदृशवर्णनिमित्तिकं? स्थानिनि यत्र कुत्रापि एकं वर्णमस्ति खलु, स्थानिनेः वर्णम् आदौ वा मध्ये वा अन्ते वा तदनुसृत्य, तद् आश्रित्य एकं कार्यं यत् आदेशे नास्ति. इप् आदेश स्थानिनेः अपि सकारान्तरूपम् इति चिन्तयतु. आदेशः अपि सकारान्तः इति प्रत्ययः स्वीकुर्मः. तानि अपि तकारादि तानि अस्ति, आदेशः अपि तकारादि इति स्वीकरोतु, तर्हि तत्र भवितुमर्हति. यद्यपि अल् अक्षतम् अस्ति तत्र भवितुमर्हति. किमर्थञ्च आदेशस्यपि अल् एव अस्ति इति कृत्वा, समान अल् अस्ति इति कृत्वा भवितुमर्हति. किन्तु यत्र भिन्न अल् अस्ति, भिन्न अल् अक्षरं कार्यम् अस्ति, किमपि आयाति चेत् येः अल् वर्णस्थानि अस्ति तेः अल् वर्ण आदेशे अपेक्षतम् अल् विधि स्थानि वदति भवति भवति इत्युक्ते तानेवत् इत्यनेन न भवति, तदेव अस्ति अल् विधि कार्यमेव न एतत्तु महोदय प्राक्टिकल् रूपेण विस्तृतवान्. किन्तु भवती चिन्तयति चेत् वयर् इव डिपेण्डिङ्ग् आन् द स्थानि रैट् वि केन् इति आदेश आल्सो हेस् द सेम् अल् वर्ण देन् वि केन् सप्लै द सूत्र आन् दि आदेश. वै डु वी हव् टु थिङ्क् अबौट् स्थानि रैट्? वि डोण्ट् हव् टु थिङ्क् अबौट् स्थानि. स्थानि अस्ति इति कृत्वा गुणधर्मः प्राप्नोति इति कृत्वा न कर्तुम् आवश्यकं न, किमर्थं नास्ति, अल्विधि कार्यमस्ति खलु. इफ् इट् इस् आलरेडि देयर् इन् दि आदेश देन् वि केन् डैरेक्ट्लि अप्लै इट् आन् दि आदेश. वै आर् वी इवन् थिङ्किङ्ग् अबौट् स्थानि. अल्लाश्रतं कार्यं न प्रवर्तनीयम्. If the allashratam karyam is applicable to sthani, you cannot apply it to adesha. You can only apply it to sthani because sthani will enter, you cannot now apply it to adesha. But if the same varna also exists in adesha, then you don't have to think about sthani. You already have the adesha and you can apply it in adesha. So the point is, alvidhi asti, whatever we are, varna limitikam vidisutram yat karyam karoti, तद् आदेशे भवतु. मल्लि सेट् इस् देर् इन् आदेश देन् यू केन् अप्लै, अदर्वैस् यु केनाट् अप्लै बिकास् आदेशे अल् आदेशस्य आदेशे नास्ति इति कृत्वा यु केनाट् अप्लै. वेरि सिम्पल् भगिनि. सो रादर् देन् काम्प्लिकेशन् वि केन् जस्ट् थिङ्क् स्थानि इस् ईक्वल् टु आदेश आन् आल् गुणधर्माः, बट् एक्सेप्ट् फार् वर्णनिमित्तिकं यत्किमपि अस्ति चेत् जस्ट् चेक् whether that varna is in adesha. If that varna is not an al varna is not an adesha, then you cannot apply it. Just because it was there in sthani doesn't mean you should apply it here. You can only apply only if it is there in the adesha. So we have to look into adesha also, not just only for al, only for al, but for guna dharma we have to look into sthani. Okay. It takes both the sthani as well as adesha. Sthani has a good adesha as a guna dharma, you need to take that into account for sthani. Udaharanatah guna dharma iti te pratyahasya iti samnya, anantram ardhadasaka samnya iti adama. So, tadarsha samnya kimapi asti tad sarvam sikuruti. Guna dharma iti adama. Angam asti chet etatapi angam bhavati. So, analvidhi is yad adeshe... It's kimapi alvidhi karyam na pravartaniyam. Sthani naha alvidhi karyam atra na pravartaniyam. You can apply the varna is in already in adeshe. Sthani vat alvidhi na pravartaniyam karan ki tatmin adeshe sthani vat alvana nasti iti, right? Nasti iti kritva, ambakini. But kopi alvana, eka alvana api nasti va sarve alvana nasti. No, it depends on what the sutra is expecting. The sutra is expecting upadayam hraswa ikara hai. Sthani might have hraswa ikara hai, but the adesha if it doesn't have hraswa ikara hai, you cannot do it. If it has the pratama varna na samanam bhavatu, it might have like sha is and then the adesha thing like here, right? Right, let's think of this, right? So, sha sthiti asti, sthani, if my adesha is shis, she is, right? Then, I have to assume that I have a sutra which says, upadayam rasvaikara hai, क्षम्यता ह्रस्व आकार दीर्घ आकारः then in shas there is a dirgha akara but in shis you don't have a dirgha akara though you have sha and though you have is you don't have dirgha akara hai tisra tar dasa okay so that will be stani with the anal with me anal with yeah okay bagini pushpa bagini smoti dvinihi shruti एतत् पश्यामः अधुना पश्यामः समयः अतीतः खलु एकम् उदाहरणं पश्यामः इति आरभ्य तद् शीघ्रं पठित्वा समापयामः पुष्पभगिनी पठति किं भवती एव पठतु भगिनि अहमेव वा पुष्पभगिनी ध्वनिः श्रूयते अहं म्यूट् करोमि अहं पठामि महोदय लिख अत्र लिख समानकृत्य एकम् उदाहरणं पश्यामः अर्धधातुकस्य इड्वलादेः इति सूत्रेण अर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहार अन्यतमवर्णः अस्ति चेत् तस्य इडाहम् अभवति तर्हि इदं कार्यम् अयं विधिः अवश्यम् अल् विधिः अस्ति अल् आश्रित आश्रितविधिः यतोहि तस्य निमित्तेषु अल् वर्णः वर्तते आर्धधातुकप्रत्ययस्य आदौ कश्चन वल् प्रत्याहारवर्णयोः भवेत् इति कृत्वा अल् विधिः बल् इत्युक्ते प्रत्याहारस्य एकं वर्णम् अस्ति निमित्तं सर्वम् आर्धधातुकस्य इति अस्ति तत्र तु निमित्तम् आर्धधातुकवर्णं निमित्तं नास्ति यद्यपि वर्णं किन्तु बल् आदेः इति बल् इति यत्रोक्तमस्ति तत्र तु निमित्तं तु अधुना बल् अल् विधि कार्यमस्ति खलु अल् आश्रितं विधि कार्यमस्ति बलादि अस्ति चेदपि चेदेव इडागमः भवति बलादि नास्ति चेत् किमपि वर्णः बलादि चेत् तर्हि उदाहरणं लिख इति अहमेव पठामि रात्रौ अभवत् अत्र तु 10:41 PM अभवत् ततः लिख इति धातुः सामान्य समानकर्तृकयोः कर्तृकयोः पूर्वकाले इत्यनेन स्वा विद्यते पूर्वकालविषये इति खलु स्वा इति लिखित्वा इति स्वाप्रत्ययः लिक् योगः स्वा इकारः इदागम आर्धधातुकलादेः इत्यनेन स्वा वलादिः अस्ति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा इदागमः भवति लिक् योगः इ योगः त्वा लिखित्वा इति रूपम् अधुना यदि वि उपसर्गः लिक् उपसर्गकलिखदातुः स्वीकुर्मः विलिक् इति भवति सामान्यकर्तृकयोः पूर्वकाले इत्यनेन स्वाप्रत्ययः प्रथमं विधीयते विलिक् इति विलिक् योगः स्वा इति अनन्तरं समासे नञ् पूर्वो स्वो ल्यप् इति अस्ति अन्यत् सूत्रम् इत्यनेन समासे सति अधुना यत्र वि इति उपसर्गः अपि पदम् इति स्वीकरोति इति मन्ये उपसर्गयोगः धातुः मिलित्वा तत्र समासः इति तस्य संज्ञा भवति समासे सति धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः इति अस्ति त्वास्थाने ल्यप् आदेशः भवति तर्हि विलिक् योगः ल्यप् विलिक् योगः य अधुना आर्धधातुकस्य यद् बलादेः इत्यनेन युदागमो भवति वा इति प्रश्नः य प्रत्ययः बलादि नास्ति किन्तु त्वास्थाने य विहितः किल अधुना स्थाने भावः इति कर्तुं शक्नुमः वा स्वाने भावं कृत्वा य प्रत्ययः अपि तथा स्यात् इति वक्तुं शक्यते वा इति अस्य निर्णयनार्थं द्रष्टव्यं यत् अस्माकम् आगमनेन विधिसूत्रेण तादृशः अल् विधिः इष्यते किम् आर्धधातुकस्य इल् इड् वलादेः इत्यनेन अल् विधिः भवति एव निमित्तम् अस्ति वलादिप्रत्ययः तस्य अल् वर्णः तकारः स्थानिनि त्वा इत्यस्मिन् आसीत् किन्तु आदेशे नास्ति अतः अत्र अल् विधौ कर्तव्ये स्थानिवद्भावो नास्ति नाम स्वाप्रत्ययस्य वलादित्वं य प्रत्यये आरोपितं नारोपयितुं न शक्यते अतः निदागमः न भवति रूपं भवति विलिख्य अनल्विधौ अनल्विधिः अस्ति चेदेव अनल्विधिः अस्ति चेदेव आरोपयितुं शक्नुमः स्थानिवद्भावः. अत्र तु स्थानिः अल् अल् अल् अल् किम् अस्ति अल् इति अलाश्रितं भावम् अस्माभिः आरोपयितुं न शक्नुमः. तर्हि यप्रत्ययः बलादि नास्ति इति कृत्वा विदागमः न भवति, विलिख्य इति एव रूपं लिखित्वा इति विदागमः अस्ति, किन्तु विलिख्य इति एव विदागमः न भवति. किमर्थम् इत्युक्ते आर्धातुकस्य यद् बलादेः इति सूत्रस्य प्रसक्तिः अत्र न भवति. किमर्थमित्युक्ते स्थानि आदेशस्य स्थानिवद्भावः अल् आश्रितं स्थानिवद्भावः न आरोपितुं शक्नुमः. अत्र अस्माकं त्रयः कालाः के? प्रथमकाले स्थाने अस्ति त्वा इति प्रत्ययः, द्वितीयकाले आदेशः अभवत् केन सूत्रेण? समासे नञ् पूर्वे त्वो यस् इति सूत्रेण यप्रत्ययः अभवत्, प्रथमसूत्रमस्ति अस्माकम्. अधुना अस्ति तृतीयकाले किम् अभवत्? द्वितीयसूत्रम् आयाति आर्धधातुकीडुवलादिः इति द्वितीयसूत्रम्. तृतीयकाले कश्चन विधिः अस्ति युदागमः इति विधिः. एतादृशं चिन्तनं सर्वत्र करणीयं. शास्त्रे अयम् अल्विधिः चतुर्प्रकारः इति उच्यते. अल्विधिः स्थानिवदादेषु अनल्विधौ इति सूत्रे अल्विधिः इति एकः समासः, तत् समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते. अलाविधिः, अलहविधिः, अलहविधि इति षष्ठ पञ्चमी तत्पुरुषः, अलहविधिः इति षष्टितत्पुरुषः, अलिविधिः इति सप्तमी तत्पुरुषः. इत्युक्ते अल्विधौ अल् द्वारा कार्यम्, अल्वर्णात् परं कार्यम्, अल्वर्णस्य स्थाने कार्यम्, अल्वर्णात् पूर्वं कार्यम्. उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतदेव बोध्यं यत् विधिसूत्रे कुत्रचित् अल्वर्णः निमित्तरूपेण अपेक्षितः अस्ति, सः केवलं मूलस्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल्विधिः न भविष्यति. तर्हि निमित्तमिति वदामः चेत् चत्वारि निमित्तानि वक्तुं शक्यते खलु. तृतीया विभक्तिरूपेण यत् आयाति तत्तु निमित्तमस्ति, विभक्तिसूचना यदस्ति तत्र तु निमित्तमस्ति. अनन्तरं संहितायाम् इति आयाति. अनन्तरं पञ्चमी निर्देशः भवितुम् अर्हति, तदपि निमित्तमस्ति. अनन्तरं षष्टिनिर्देशः अस्ति स्थानी इति, तदपि निमित्तमस्ति. अनन्तरं सप्तमी अपि निमित्तं भवितुमर्हति. यत्किमपि निमित्तं भवतु तत्र सूत्रे, विधिसूत्रे यत्किमपि निमित्तं भवतु, प्रायः तादृश अल्विधिकार्यं तृतीया अल् इति वर्णाश्रितं तृतीयविभक्त्या निर्देशः भवतु, नाम नो चेत् पञ्चम्या निर्देशः भवतु अल्वि अल् आश्रितं कार्यं, नो चेत् सप्तम्या वा पञ्चम्या वा षष्ट्या वा भवतु, नाम तत्तु स्थानिवद्भावः अस्माभिः आरोपयितुं न शक्नुमः. किमर्थम् इत्युक्ते अल् आश्रितं कार्यमस्ति इति कृत्वा. तत्र संशयः अस्ति किम् अस्मिन् पङ्क्त्याम्? अवगतं खलु? निमित्तं यत्किमपि निमित्तं भवतु, अलाश्रितं निमित्तम् अस्ति चेत् न भवति. निमित्तं तु तत्र विधाः भवितुम् अर्हन्ति, तृतीया वा पञ्चमी निर्देशेन, षष्टिनिर्देशेन, नो चेत् सप्तमनिर्देशेन. तर्हि सर्वेषामपि ग्रहणं भवति अनल्विधौ इति. एतत् सर्वं मनसि विधाय अधुना पुनः चिन्तनीयं यत् पूजल्भ्योर्हे इति पूर्वं भवति चेत् अनन्तरं शाहौ इत्युक्ते कार्यं सम्भवति वा, शाह पूर्वं चेत् अनन्तरं पूजल्भ्योर्हे इत्युक्ते कार्यं सम्भवति वा इति, इदं परिस्थितिद्वयम् अस्माभिः परिशीलनीयम् इति महोदयस्य. अहं मन्ये अग्रिमसप्ताहे प्रायः पश्यामः खलु, गतसप्ताहे न अभवत् चिन्तनं. अत्र अत्र प्रश्नः अस्ति किम् अस्मिन् करपत्रे? किमर्थम् इत्युक्ते एतत् चिन्तनं तु बहुत्र आयाति, एतावत्पर्यन्तं वयं न चिन्तितवन्तः तादृशं, किन्तु सर्वत्र सर्वत्र आयाति. यत्र यत्र आदेशः भवति तत्र तत्र चिन्तनीयं भवति. आदेशः सर्वे गुणधर्माः स्वीकुर्वन्ति करोति, किन्तु अलाश्रितं गुणधर्मं न स्वीकरोति इति सारांशः. वर्णनिमित्तम् प्रत्याहारस्य किमपि तत्र उक्तं चेत् वयं न स्वीकुर्मः तत्र. तु अनाश्रितम् इत्युक्ते आदेशे स्थानीयवत् अल्वर्णः नास्ति इति, रैट्? आम् भगिनि, आम्. अस्तु इट् डिपेण्ड्स् आन् द सूत्रं द टेक्स्ट् रैट् तृतीयकाले यत् सूत्रम् आयाति तत् सूत्रं पाणिनेः एकम् अल् वर्णम् आश्रित्य कार्यं मा भवतु तादृशम् अल् अल्निमित्तिकं कार्यं वयम् आदेशस्य न प्रवर्तयितुं शक्नुमः. किमर्थम् इत्युक्ते अनल् विधिः एव प्रवर्तयितुं शक्नुमः. तादृशं स्वभावम् आरोपयितुं न शक्नुमः. ओके अस्तु डिपेण्ड्स् अपान् द सूत्रम् एण्ड् द आदेश अनल् विधि. महोदय धन्यवादः महोदय, विरामः वा? ऐ थिङ्क् इट्स् सफिशिएंट. धन्यवादः, शुभरात्रि. धन्यवादः महोदय, शुभरात्रि. शुभरात्रि.